अष्टमोऽध्यायः। यद्यपि दिग्देशकालादिभेदशून्यं ब्रह्म सत् एकमेवाद्वितीयम् आत्मैवेदं सर्वम् इति षष्टसप्तमयोः अधिगतं, तथापि इह मन्दबुद्धीनां दिग्देशादिभेदवद्वस्तु इति एवं भाविता बुद्धिः न शक्यते सहसा परमात्मविषयकृतमिति। अनधिगम्य च ब्रह्म न पुरुषार्थसिद्धिः इति तदधिगमाय हृदयपुण्डरीकदेशः उपदेष्टव्यः। यद्यपि सत्सम्यक् प्रत्यये एकविषयं निर्गुणं च आत्मतत्त्वं, तथापि मन्दबुद्धीनां गुणवत्त्वस्य इष्टत्व सत्यकामादिगुणवत्त्वं च वक्तव्यं। तथा यद्यपि ब्रह्मविदां स्त्रियादिविषयेभ्यः स्वयमेव उपरमो भवति, तथापि अनेकजन्मविषयसेवाभ्यासजनिताविषयविषयतृष्णा न सहसा निवर्तयितुं शक्यते इति ब्रह्मचर्यादिसाधनविशेषो विधातव्यः। तथा यद्यपि आत्मैकत्वविदां गन्तृगमनगन्तव्य अभावात् अविद्यादिशेषस्थितिनिमित्तक्षये गगन इव विद्युत्, उद्भूत इव वायुः, दग्धेन्दन इव अग्निः स्वात्मनि एव निवृत्ति। तथापि गन्तृगमनादिवासितबुद्धीनां हृदयदेशगुणविशिष्टब्रह्मोपासकानां मूर्धनीयानाड्या गतिः वक्तव्या इति अष्टमः प्रपाठकः आरभ्यते। दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसद् अद्वयं ब्रह्म मन्दबुद्धीनाम् असदिव प्रतिभाति। सन्मार्गः तावत् भवन्तु, ततः शनैः परमार्थसदपि ग्राहयिष्यामीति मन्यते श्रुतिः। अथ यदिदम् अस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्माधरो अस्मिन्नन्तराकाशः तस्मिन् यदन्तः तदन्वेष्टव्यं तद्वा विज्ञातव्यमिति। अथ अनन्तरं यदिदं वक्ष्यमाणं दहरम् अल्पं पुण्डरीकं पुण्डरीकसदृशं वेश्म इव वेश्म द्वारपालादिमत्वा अस्मिन् ब्रह्मपुरे ब्रह्मणः परस्य पुरं राज्ञो अनेकप्रकृतिमध्यथा पुरं तथा इदम् अनेक इन्द्रियमनोबुद्धिभिः स्वाम्यर्थकारिभिः युक्तमिति ब्रह्मपुरम्। पुरे च वेश्मराज्ञो यथा, तथा तस्मिन् ब्रह्मपुरे शरीरे दहरं वेश्म, ब्रह्मणः उपलब्ध्यधिष्ठानम् इत्यर्थः, यथा विष्णोः शालग्रामः। अस्मिन् हि स्वविकारशृङ्गे देहे नामरूपव्याकरणाय प्रविष्टं सदाख्यं ब्रह्म जीवेन आत्मना इत्युक्तम्। तस्मादस्मिन् हृदयपुण्डरीके वेश्मनि उपसंमृतकरणैः बाह्यविषयविरक्तैः विशेषतः ब्रह्मचर्यसत्यसाधनाभ्यां युक्तैः वक्ष्यमाणगुणवध्यायमानैः ब्रह्म उपलभ्यते इति प्रकरणार्थः। दहरः अल्पतरः, अस्मिन् दहरे वेश्मनि वेश्मनः अल्पत्वं तदन्तर्वर्तिनो अल्पतरत्वं वेश्मनः, अन्तराकाशः आकाशाख्यं ब्रह्म, आकाशो वै नाम इति वक्ष्यते। आकाश इव अशरीरत्वात् सूक्ष्मत्वसर्वगतत्वसामान्याच्च, तस्मिन् आकाशाख्ये यदन्तः मध्ये तदन्वेष्टव्यम्। तद्वाव तदेव च विशेषेण जिज्ञास्तव्यं गुर्वाश्रयश्रवणादि उपायैः अन्विष्य च साक्षात्करणीयम् इत्यर्थः। तं चेद् ब्रूयुः यदिदम् अस्मिन् ब्रह्मप्रियधरं पुण्डरीकं वेश्माधरो अस्मिन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वा विजिज्ञास्तव्यमिति स ब्रूयान्। तं चेते मुक्तवन्तम् आचार्यम् इति ब्रूयुः अन्तेवासिनः चोदयेयुः, कथम् यदिदम् अस्मिन् ब्रह्मपुरे परिच्छिन्ने अन्तः दहरं पुण्डरीकं वेश्म ततोपि अन्तः अल्पतर इव आकाशः पुण्डरीक एव वेश्मनि तावत् किं स्यात्, किं ततो अल्पतरेख्ये यद्भवेत् इत्यह। दहरो अस्मिन् अन्तराकाशः किं तदत्र विद्यते, न किञ्चन विद्यते इत्यभिप्रायः। यदि नाम भद्रमात्रं किमपि विद्यते, किं तस्य अन्वेषणेन विजिज्ञासनेन वा फलं विजिज्ञासुः स्यात्। अतः यत् तत्र अन्वेष्टव्यं विजिज्ञास्तव्यं वा न तेन प्रयोजनम् इत्युक्तवतः स आचार्य ब्रूयादिति श्रुतेः वचनं यावान् वायमाकाशः तावानेषु अन्तर्हृदि आकाश उभे अस्मिन् द्यावा पृथिवी अन्तरेव समाहिते उभौ अग्निश्च वायुश्च सूर्या चन्दमसौ उभौ विद्युन्नक्षत्राणि यच्च अस्य यः अस्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति शृणुत तत्र यद्ब्रूत पुण्डरीकान्तस्तस्य कस्य अल्पत्व तस्थम् अल्पतरं स्यादिति तदस् न हि खं पुण्डरीकवेश्मगतं पुण्डरीका तु अल्पतरं मत्वा अवोचं दहरो अस्मिन् अन्तराकाश इति किं तर्हि पुण्डरीकम् अल्पं तदनुविधायि तत्स्थम् अन्तःकरणं पुण्डरीकाकाशपरिच्छिन्नं तस्मिन् विशुद्धे संहृतकरणानां योगिनां स्वच्छैव उदके प्रतिबिम्बरूपम् आदर्शैव च शुद्धे स्वच्छं विज्ञानज्योतिस्वरूप अवभासं तावन्मात्रं ब्रह्म उपलभ्यते इति दहरो अस्मिन् अन्तराकाश इत्यवोच अन्तःकरण उपाधिनिमित्तं स्वतस्तु यावान् वै प्रसिद्धः परिमाणत्व अयम् आकाशः भौतिकः तावानीषु अन्तर्हृदि आकाशः यस्मिन् अन्वेष्टव्यं विजिज्ञास्तव्यं च अवोचम् नापि आकाशतुल्यपरिमाणत्वम् अभिप्रेत्य तावान् इत्युच्यते किं तर्हि ब्रह्मणो अनुरूपस्य दृष्टान्तन्त्रस्य अभावत् कथं पुनः न आकाशसमयो ब्रह्म इति अवगम्यते येनावृतं खं च दिवं महीं च तस्माद्वा एतस्मादात्मना आकाशसम्भूतः एतस्मिन् खलु अक्षरे गार्गी आकाशः इत्येतुभ्यः किञ्च उभे अस्मिन् द्यावापृथिवी ब्रह्माकाशे बुद्ध्युपाधिविशिष्टे अन्तरेव समाहिते सम्यगाहिते स्थिते यथा वारणाभौ इत्युक्तं हि तथा उभौ अग्निश्च वायुश्च इत्यादि समानं यच्च अस्य आत्मनः आत्मीयत्वेन देहवतो अस्ति विद्यते इह लोके तथा यच्च आत्मीयत्वेन न विद्यते नष्टं भविष्यच्च नास्ति इति उच्यते न तु अत्यन्तमेव असन् तस्य हृद्याकाशे समाधानम् अनुपपत्तेः तं चेद्ब्रूयुः अस्मिंश्च इदं ब्रह्मपुरे सर्वगुं समाहितुं सर्वाणि च भूतानि सर्वे च कामान् यदा एतज्जरा वाप्नोति प्रद्भुगं सते किं ततो अतिशिष्यत इति तं चेति मुक्तवन्तं ब्रूयुः पुनः अन्तेवासिनः अस्मिंश्चेत् यथोक्ते चेत् यदि ब्रह्मपुरे ब्रह्मपुरोपलक्षितान्तराकाशे इत्युक्ते इदं सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामाः कथम् आचार्येण अनुक्ताः कामाः अन्तेवासिभिः उच्यन्ते नैष दोषः यच्चास्ति यः अस्ति यच्च नास्ति इति उक्ता इव हि आचार्येण कामः अपि च सर्वशब्देन च उक्ता इव कामः यदा यस्मिन् काले एतच्छरीरं ब्रह्मपुराख्यं जरा वलीपलितादिलक्षणवयोहानिर्वा आप्नोति शस्त्रादिना वा वृक्नं प्रध्वंसते विस्रंसते विनश्यति किं ततो अन्यतो अतिशिष्यते घटाश्रितक्षीरदधिस्नेहादिवतो घटनाशे देहनाशोऽपि देहाश्रयम् उत्तरोत्तरं पूर्वपूर्वनाशात् नश्यति इत्यभिप्राय एवं प्राप्ते नाशे किं ततो अन्यत् यथोक्ता तु अधिशिष्यते अवतिष्ठते न किञ्चन अवतिष्ठते इत्यभिप्राय स ब्रूयान्नास्य जरया एतज्जीर्यते न वधेनास्य हन्यते एतत् सत्यं ब्रह्मपुरम् अस्मिन् कामाः समाहिताः येष आत्मावतपाप्मा विजरो मृत्यो विशोको विजिगत्सो अभिपासः सत्यकामः सत्यसङ्कल्पो यथा हि एव इह प्रजा अन्वाविशन्ति यथा अनुशासनं यं यम् अन्तम् अभिकामा भवन्ति यं जनपदं यं क्षेत्रभं तं तमेव उपजीवन्ते एवम् अन्तेवासिभिः चोदितः स आचार्यः ब्रूय तन्मतिम् अपनयन् कथम् अस्य देहस्य जरया एतत् यथोक्तम् अन्तराकाशाख्यं ब्रह्म यस्मिन् सर्वं समाहितं न जीर्यते देहवतो न विक्रियते इत्यर्थः न चास्य वदेन शस्त्रादिघातेन एतद्धन्यते यथा आकाशं किमु ततोपि सूक्ष्मतरम् अशब्दम् अस्पर्शं ब्रह्म देहेन्द्रियादिदोषैः न स्पृश्यते इत्यर्थः कथं देहेन्द्रियादिदोषैः न स्पृश्यते इति एतस्मिन् अवसरे वक्तव्यं प्राप्तं तत् प्रकृतव्यासङ्गं मा भूदिति नोच्यते। इन्द्रविरोचनाख्यायिकायाम् उपरिष्टाद्वक्ष्यां युक्तितः एतत् सत्यमवितथं ब्रह्मपुरं ब्रह्मैव पुरं ब्रह्मपुरं शरीराख्यं तु ब्रह्मपुरं ब्रह्मोपलक्षणार्थत्व तत्तु अनुतमेव वाचारम्भणविकारो नामधेयम् इति हृदये तद्विकारे अनुतेऽपि देहशृङ्गे ब्रह्म उपलभ्यते इति ब्रह्मपुरम् इत्युक्तं व्यावहारिकं सत्यं तु ब्रह्मपुरम् एतदेव ब्रह्म सर्वव्यवहारास्पदत्वात् अतः अस्मिन् पुण्डरीकोपलक्षिते ब्रह्मपुरे सर्वे कामाः ये बहिः भवद्भिः प्रार्थ्यन्ते ते अस्मिन्नेव स्वात्मनि समाहितः अतः तत्प्राप्तिपायमेव अनुतिष्ठत बाह्यविषयतृष्णां त्यजत इत्यभिप्रायः एष आत्मा भवतां स्वरूपं शृणुत तस्य लक्षणम् अपहतपाप्मा अपहतः पाप्मा धर्माधर्माख्ययस्य स्वयम् अपहतपाप्मा तथा विजरः विगतजरः विमृत्युश्च तदुक्तं पूर्वमेव नवधेनस्य अन्यते किमर्थं पुनः उच्यते यद्यपि देहसम्बन्धिभ्यां जरामृत्युभ्यां न सम्बध्यते अन्यथापि सम्बन्धः ताभ्यां स्यादिति आशङ्कानिवृत्त्यर्थम् विशोकः विगतशोकः शोको नाम इष्टादिवियोगनिमित्तं मानससन्तापः विजिगत्सः विगत अशनिच्च अपिपासः अपानिच्च ननु अपहतपाप्मत्वेन जरादयः शोकान्तः प्रतिषिद्धा एव भवन्ति कारणप्रतिषेध धर्माधर्मकार्या हि ते इति जरादिप्रतिषेधेन वा धर्माधर्मयोः कार्याभावे विद्यमानयोः अपि असत्समत्वमिति पृथक् प्रतिषेध अनुतक् स्यात् सत्यमेवं तथापि धर्मकार्यानन्दव्यतिरेकेण स्वाभाविकानन्दो यथा ईश्वरे विज्ञानमानन्दं ब्रह्म इति श्रुतेः तथा अधर्मकार्यजरादिव्यतिरेकेणापि जरादुःखस्वरूपं स्वाभाविकं स्यादिति आशङ्क्येत अतः युक्तः तन्निवृत्तये जरादीनां धर्माधर्माभ्यां पृथक् प्रतिषेधः जरादिग्रहणं सर्वदुःखोपलक्षणार्थं पापनिमित्तानां तु दुःखानाम् आनन्त्यात् प्रत्येकं च तत्प्रतिषेधस्य अशक्यत्वं सर्वदुःखप्रतिषेधार्थं युक्तमेव अपहतपाप्मात्ववचनम् सत्याः अवितताः कामाः यस्य स्वयं सत्यकामः वितता हि संसारिणां कामः ईश्वरस्य तद्विपरीतः तदा कामहेतवः सङ्कल्पापि सत्याः यस्य स सत्यसङ्कल्पः सङ्कल्पाः कामाश्च शुद्धसत्त्वोपाधिनिमित्ताः ईश्वरस्य चित्रगुवत् न स्वतः नेति नेति इति उक्तत्वात् यथोक्तलक्षण एष आत्मा विज्ञेय गुरुभ्यः शास्त्रतश्च आत्मसंवेद्यतया च स्वाराज्यकामैः न चेद्विज्ञायते को दोषः स्यादिति शृणुत अत्र दोषं दृष्टान्तेन यदा क्येव इह लोके प्रजाः अन्वाविशन्ति अनुवर्तन्ते यथानुशासनं यथा इह प्रजाः अन्यं स्वामिनं मन्यमानाः तस्य स्वामिनः यथा यथानुशासनं तथा तथा अन्वाविशन्ति किं यम्यमन्तं प्रत्यन्तं जनपदं क्षेत्रभागं च अभिकामः अर्थिन्यः भवन्ति आत्मवद्यनुरूपं तं तमेव च प्रत्यन्तादिम् उपजीवन्ति इति एष दृष्टान्तः अस्वातन्त्र्यदोषं प्रति पुण्यफलोपभोगी